पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 51 ऋषय ऊचुः कर्मयोगः कथं सूद येन चाराधितो हरिः प्रसीदति महाभाग वदनो वदतां वर येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः तद्वदाखिललोकानां रक्षणं धर्मसङ्ग्रहं तं कर्मयोगं वदनसूदमूर्तिमयस्तु यः इति शुश्रूषवो विप्रा भवदग्रे व्यवस्थिताः सूद उवाच एवमेव पुरा पृष्ठो व्यासः सत्यवती सुदः ऋषिभिरग्निसङ्गाशैर्व्यासस्थानाः तच्छृणु व्यास उवाच शृणुध्वं मृषयः सर्वे वक्ष्यमाणं सनातनं कर्मयोगं ब्राह्मणानामात्यन्तिक फलप्रदम् आम्नाय सिद्धिमखिलं ब्राह्मणार्थं प्रदर्शितं ऋषीणां शृण्वतां पूर्वं मनुराहप्रजापतिः सर्वव्याधिहरं पुण्यमृषिसङ्घैर्निषेवितं समाहितधियो यूयं शृणुध्वं गदतो मम कृतोपनयनो वेदानधीयीतद्विजोत्तमः गर्भाष्टमेष्टमेवाब्दे स्वसूत्रोक्तविधानतः दण्डीज मेखलीसूत्री कृष्णाजिनधरो मुनिः भिक्षाहारो गुरुहितो वीक्ष्यमाणो गुरोर्मुखम् कार्पासमुपवीतार्थं निर्मिदं ब्रह्मणा पुरा ब्राह्मणानां त्रिवृत्सूत्रं कौशं वा वस्त्रमेव वा सतोपवीती चैव स्यात् सदा बद्ध शिखोद्विजः अन्यथा यत्कृतं कर्म तद्भवत्ययथा कृतम् वसेदविकृतं वासकार्पासं वा कषायकं तदेव परिधानीयं शुक्लं तां तवमुत्तमम् उत्तरं तु समाम्नादं वासकृष्णाजिनं शुभम् अभावे गावयमपि रौरवं वा विधीयते उद्धृत्य दक्षिणं बाहुं सव्यबाहौ समर्पितम् उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने सव्यबाहुं समुद्धृत्य दक्षिणेदु धृतं द्विजाः प्राचीनावीदमित्युक्तं पित्र्ये कर्मणि योजयेद अग्न्यागारे गवां गोष्ठे होमे तप्ये तथैव च स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ उपासने गुरूणां च सन्ध्ययोः साधुसङ्गमे उपवीती भवेन्नित्यं विधिरेष सनातनः मौञ्जीत्रिवृत्समां सृष्टां कुर्याद्विप्रस्य मेखलां मुञ्जाभावे कुशेनाकुर्ग्रन्थिनैकेन वातृभिः धारयेद्वैणवपालाशौ दण्डौ केषां तिकौ द्विजः यज्ञार्हवृक्षजं वाध सौम्यमव्रणमेव च सायं प्रादर्द्विजः सन्ध्यामुपासीदसमाहितः कामालोभात् भयान्मोहात्यक्रुवैनां पतितो भवेद् अग्निकार्यं तथ कुर्यात् सायं प्रातः प्रसन्नधीः स्नात्वा सन्दर्पये देवान् ऋषीन् पितृगणांस्तथा देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रैर्यवाम्बुभिः अभिवादनशीलस्यान्नित्यं वृद्धेषु धर्मदः असावकम्भो नामेदि सम्यक् प्रणतिपूर्वकम् आयुरारोग्यसिद्ध्यर्थं तन्त्रादिपरिवर्जितः आयुष्मान् भव सौम्येदि वचो विप्रोऽभिवादने आकारश्चास्य नाम्नों ते वाच्यपूर्वाक्षरप्लुदः यो न वेत्यभिवादस्य विप्रः प्रत्यभिवादनम् नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः व्यत्यस्तपाणिना कार्यं पादसंग्रहणं गुरोः सव्येन सव्यस्प्रष्टव्यो दक्षिणेन तु दक्षिणः लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा अवाप्यप्रयतो ज्ञानं तं पूर्वमभिवादयेद् नोतकं धारयेद्भक्ष्यं पुष्पाणि समिद्धस्तथा एवंविधानि चान्यानि न देवार्थेषु कर्मसु ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयं वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च उपाध्यायः पिता ज्येष्ठो भ्राता त्राता च भीदिदः मातुलश्वशुरश्चैव मातामह पितामहौ वर्णश्रेष्ठपितृव्यश्च पुंसोऽत्र गुरवः स्मृताः माता मातामही गुर्वी पितुर्मातुश्च सोदराः श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवस्त्रियः ज्ञेयस्तु गुर्वर्गयोगं मातृतः पितृतो द्विजाः अनुवर्तनमेतेषां मनोवाकाय कर्मभिः गुरून् दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलि नैतैरुप विशेत्सार्धं विवदेन्नात्मकारणाद् जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणं उद्रिक्तोऽपि गुणैरन्यैर्गुरुद्वेषी पदत्यथः गुरूणामपि सर्वेषां पञ्चपूज्या विशेषदः तेषामाद्यास्त्रयश्रेष्ठास्तेषां मादा सुपूजिता यो भाव यदि यासुदे येन विद्योपदिश्यते ज्येष्ठो भ्राता च भर्ता च पं चैदे गुरवस्मृताः आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः पूजनीया विशेषेण पञ्चैदे भूतिमिच्छता यावत्पिता च माता च द्वावेदौ निर्विकारिणौ तावत् सर्वं परित्यज्य पुत्रस्यात् तत्परायणः पिता माता च सुप्रीतौ स्यादां पुत्र गुणैर्यदि स सपुत्रः सकलं धर्मं प्राप्नुयात्तेन कर्मणा नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः तयोः प्रत्युपकारोऽपि न कथं च न विद्यते तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेद वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा धर्मसारसमुद्दिष्टः प्रेत्यानन्दफलप्रदः सम्यगाराध्यवक्तारं विसृष्टस्तदनुज्ञया शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि यो भ्रातरं पितृसमं ज्येष्ठं मूढोऽवमन्यते तेन दोषेण सम्प्रेत्य निरयं घोरमृच्छति पुंसां वर्त्मनि सृष्टेन पूज्यो भर्ता तु सर्वदा अपि मादरि लोकेऽस्मिन्नुपकाराद्धि गौरवं मातुलांश्च पितृव्यांश्च श्वशुरान्नृत्विजो गुरून् असावहमिति ब्रूयात् प्रत्युध्यायाभिवादयेद् अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेद् भो भवत्पूर्वकं त्वेनमभिभाषेद धर्मविद अभिवाद्यश्च पूज्यश्च शिरसा नम्य एव च ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैः सादरं सदा नाभिवाद्याश्च विप्रेणक्षत्रियाद्या कथञ्चन ज्ञानकर्मगुणोपेदा यद्यप्येदे बहुश्रुताः ब्राह्मणसर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः सवर्णेन सवर्णानां कार्यमेवाभिवादनं गुरुरग्निर्द्विजादीनां वर्णानां ब्राह्मणो गुरुः पदिरेको गुरुस्त्रीणां सर्वत्राभ्यागतो गुरुः विद्याकर्म पयो बन्धुर्वित्तं भवति पञ्चमं मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तराद पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च यत्र स्युः सोत्र मानार्हशूद्रोऽपि दशमीं गतः पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे विचक्षुषे वृद्धाय भारभग्नाय रोगिणे दुर्बलाय च भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहं निवेद्य गुरुवे स्नीयाद्वाग्यतस्तदनुज्ञया भवत्पूर्वं चरेद्भाक्ष्यमुपवीदिद्विजोत्तमः भवन्मध्यं दुराजन्यो वैश्यस्तु भवदुत्तरं मादरं वा स्वसारं वा मादुर्वा भगिनीं निजां भिक्षेदभिक्षां प्रथमं याचैनं न विमानयेद सजातीय गृहेष्वेव सार्ववर्णिकमेव वा भैक्ष्यस्याचरणं प्रोक्तं पतिता दिविवर्जितं वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ब्रह्मचार्या हरेद्भैक्ष्यं गृहेभ्यः प्रयतोऽन्वहं गुरो कुलेन भिक्षेद न ज्ञातिकुलबन्धुषु अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेद् सर्वं वा विचरेद्ग्रामं पूर्वोक्तानामसम्भवे नियम्य प्रयदो वाचं द्विजस्त्वनवलोकयन् समाहृत्य तु भैक्ष्यान्नं यावदर्थममाययौ भुञ्जीदप्रयदो नित्यं वाग्यदो नन्यमानसः भैक्ष्येण वर्तयन्नित्यं नैवेकान्नो भवेद्व्रती भैक्ष्येण वर्तिनो वृत्तिरुपवाससमास्मृदा पूजये दशनं नित्यमद्याच्चैनमकुत्सयन् दृष्ट्वा हृष्येत् प्रसीदेच्च प्रदिनं देच्च सर्वशः अनारोग्यमनायुष्यमस्वर्ग्यं चादि भोजनम् अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् प्राङ्मुखोन्नानि भुञ्जीद सूर्याभिमुखमेव वा नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः प्रक्षाल्यपाणिपादौ च भुञ्जानोद्विरुपस्पृशेत् शुद्धे देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे कर्मयोगकथनं नाम एकपञ्चाशत्तमोऽध्यायः ॐ